सप्ताहेन श्रुतमैतत् सर्वथा मुक्तिदायकम् सनकाद्यैः पुरा प्रोक्तम् नारदाय दयापरैः। यद्यपि ब्रह्मसम्बन्धात् श्रुतमेतत् सुरर्षिणा सप्ताहश्रवणविधिः कुमारैस्तस्य भाषितः। सप्ताहेन श्रुतं च एतत् सर्वथा मुक्तिदायकम् इति वदन्ति ग्रन्थकाराः। पश्चात् नारदस्य विषये वदन्ति, सनकाद्यैः पुरा भागवतकथामृतं प्रोक्तं नारदाय दयापरैः सनकाद्यैः। सनकादयो नाम ऋषिसमूहः कश्चन, सनकादिः नाम ऋषिसमूहः कश्चन, तैः नारदाय एतद् इयं कथा पुरा उक्ता। यद्यपि ब्रह्मसम्बन्धात् नाम ब्रह्मणः सामीप्यात् ब्रह्मणा सह चतुर्मुखब्रह्मणा सह सम्बन्धात् नारदः पुरा भागवतम् एतत् श्रुतम् एतत् श्रुतवान्, तथापि सप्ताहश्रवणविधिः कुमारैः सनकादिकुमारैः एव भाषितः। सप्तेषु अहसु भागवतकथा भाष्यते साधारणतः।